तरुणीप्रभुतागेः श्यालको बुद्धिदायकः कन्याविक्रयणो लोभात् दम्पतीनां च कल्कनम्। अस्मिन् युगे तरुणीप्रभुता भवति गेहे, न तु सर्वशास्त्रकोविदस्य गृहपतेः। श्यालको बुद्धिदायकः नाम पत्न्याः भ्राता आगत्य बुद्धिं सूचयति, बुद्धिं दर्शयति। तथा च कन्याविक्रयणो लोभात्, लोभात् जनाः कन्याः अपि विक्रीणन्ति। तथा च दम्पतीनां कल्कनं, कलहः नित्यं भवति।